सर्वेषां गीतासोपानवर्गं प्रति स्वागतम्. आदौ सुभाषितं शृणुमः, पश्चात् पाठः आरभ्यते. भगिनी एकवारं स्मारयतु. विद्यानामनरस्य रूपमधिकं प्रच्छन्नगुप्तं धनम् विद्याभोगकरी यशःसुखकरी विद्या गुरूणां गुरुः विद्याबन्धुजनो विदेशगमने विद्या परा देवता विद्या राजसुपूज्यते न तु धनम् विद्याविहीनः पशुः. धन्यवादाः भगिनी. रुक्लकारः इति विषयः पूर्वमेव आरब्धमासीत्, अद्यापि तस्यानुवर्तनं क्रियते. तदर्थम् एकशताधिकद्वादशं पुटं पश्यन्तु. एकशताधिकद्वादशं पुटं पश्यन्तु. उपरितने भागे यानि यानि विशेषक्रियापदानि दत्तानि तेषां चिन्तनं कृतवन्तः. तस्मिन् पुटे उपरितनभागे कानिचन विशिष्टानि विरुट्लकाररूपाणि दत्तानि, तेषां रूपसिद्धिः कथं भवति इति वयं मिलित्वा चिन्तनं कृतवन्तः. अस्माकं विषयस्य प्रसङ्गे अग्रे गन्तव्यं खलु, अतः विरुट्लकारप्रसङ्गे इतोपि चिन्तनं करवाम अद्यतनवर्गे. अतः अत्र एका सूचना दत्ता, यथोदाहरणं भविष्यत्कालरूपाणि लिखत इति तत्र दत्तमस्ति. भविष्यत्कालरूपाणि लिखत इति तत्र रक्तवर्णैः लिखितम्, तस्मात् आरभ्य पठेम. इत्युक्ते अत्र उदाहरणं दृष्ट्वा अन्यानि रूपाणि पूरणीयानि. शोभा भगिनी, भवती एव आरम्भं करोतु. आं भगिनि, तत्र प्रथमं पठ् इति धातुः भविष्यत्कालरूपाणि कानि भवन्ति इति उदाहरणार्थं दत्तानि. पठिष्यति, पठिष्यतः, पठिष्यन्ति इति प्रथमपुरुषे रूपाणि भवन्ति. अत्र धातुः दत्तः खलु? आम्. धातोः रूपं कथमस्ति? धातोः हलन्तं धातुः पठिति, अपि च भ्वादिगणीयधातुः, सकर्मकधातुः. अत्र लौकिकधातोः रूपं दत्तमस्ति खलु? आम् आम् आम्. किमर्थं वदन्ति अस्मि, केवलं स्मारयन्ति अस्मि, भवन्तः सर्वे जानन्ति एव औपदेशिकधातवः सन्ति, किन्तु औपदेशिकधातुतः तिङन्तरूपसाधनवेलायां लौकिकधातोः रूपं साधयामः खलु? आम्. वदतु. तत्र औपदेशिकधातोः रूपं पठा इति अस्ति, इत्युक्ते तत्र ठकारस्य अनन्तरम् अनुनासिक अकारः अपि अस्ति. तत्र यदा वयं किं तत्र चिन्ता मास्तु. औपदेशिकधातुतः लौकिकधातोः निर्माणं भवति, अत्र लौकिकधातवः दत्ताः इति वार्ता. आम्, तत्र अनुबन्धरहितत्वं करणीयम् अस्ति. तत्र किं वदामः भगिनी, अधुना मनसि न आगच्छति. पठौ इत्यत्र अनुनासिक अकारः अस्ति, औपदेशिकधातौ अनुनासिक अकारः अस्ति. अनुनासिक अकारस्य इत् संज्ञा उपदेशे जनुनासिक इत् इत्यनेन भवति. तस्य लोपः इति सूत्रेण अकारस्य लोपः भूत्वा औपदेशिकधातुतः लौकिकधातुः प्रक्रियार्थं सिद्धः खलु? आम्. पठिष्यति इत्यत्र इडागमः किमर्थमस्ति? पठिष्यति, तत्र धातुः सेट् अस्ति चेत् इडागमः भवति. सेट् इत्युक्ते इडानुकूलः. तत्र इट् इति आगमस्य अनुकूलत्वम् अस्ति चेत् भवति. तत्र पठ् योगः तिप् इति धातुः सेट् प्रत्ययः अपि सेट् इति वार्ता खलु? आम्, धातुः पत्रे अपि सेट् भवनीयं, नो चेत् इडागमः. यदि प्रत्ययः एव सेट् अस्ति अथवा धातुः एव सेट् अस्ति चेत् इडागमः न भवति तत्र. उत्तमम्. इत्युक्ते द्वयोः एकः अनिट् भवति चेदपि तत्र इडागमः न सिध्यति. भवती वक्तुमिच्छति वा नवरूपाणि? आम्, पठिष्यति, पठिष्यतः, पठिष्यन्ति, पठिष्यसि, पठिष्यथः, पठिष्यथ, पठिष्यामि, पठिष्यावः, पठिष्यामः इति नवरूपाणि परस्मैपदी पठ धातोः. उत्तमं. भवती उक्तवती खलु अनुकूलता, अनुकूलत्वम्, आनुकूल्यम् इमानि त्रीणि पदानि समानार्थकानि खलु. आम्, उत्तमम्. अग्रे सरतु. अग्रे चल् इति धातुः. तत्र चल् इत्यस्य भविष्यत्कालरूपाणि भवन्ति चलिष्यति, चलिष्यतः, चलिष्यन्ति इति. तत्रापि नवरूपाणि पट् धातोः समानमेव भविष्यन्ति. अतः चलिष्यसि, चलिष्यतः, चलिष्यथ, चलिष्यामि, चलिष्यावः, चलिष्यामः इति. उत्तमम्. तत्र किं वक्तव्यं? पठ् धातुः इव इति एक रीत्या वक्तव्यं, नो चेत् पठ् धातुवत् वदतु. पठ् धातुवत् अथवा पठ् धातु इव, तदेव किल भगिनि रूपाणि भवन्ति इति. उत्तमं, करोतु भगिनि. गम् इति धातुः अग्रे. गम् इति तत्र मध्यमपुरुषे इष्टं भविष्यत्कालरूपाणि. अतः तत्र सर्वाणि वदामि. गमिष्यति, गमिष्यतः, गमिष्यन्ति. तत्र अधुना मध्यमपुरुषे गमिष्यसि, गमिष्यतः, गमिष्यथ इति. अपि च उत्तमपुरुषे गमिष्यामि, गमिष्यावः, गमिष्यामः इति. तत्रापि पट् धातुवत् दृश्यन्ते रूपाणि. उत्तमम्. यद्यपि मध्यमपुरुषरूपाणि इष्टानि, तथापि अत्र भवती सर्वाणि रूपाणि उक्तवती. साधु. अत्र धातुः गम् अस्ति. इडागमः गमेरिट् परस्मैपदेषु इति सूत्रेण भवति. धातुः अनिट् अस्ति अत्र. इड् अनुकूलत्वं नास्ति. धातुः अनिट् धातुः. प्रत्ययः तु सेट् एव, किन्तु विशेषसूत्रेण गमेरिट् परस्मैपदेषु इति सूत्रेण अत्र इडागमः भवति इति कारणतः गमिष्यति. गम् धातुतः गच्छति कथमायति? तत्र इषु गमि अमां छः इति सूत्रेण गम् धातोः मकारस्य स्थाने छकारः आगच्छति. अग्रे करोतु. अग्रे क्रीड् इति धातुः. क्रीड् धातुः क्रीडितुं, तत्र उत्तमपुरुषे इष्टानि रूपाणि. तत्रापि धातुः सेट् एव अस्ति. उत्तमपुरुषे क्रीडिष्यसि इति भवति. प्रथमपुरुषात् आरभ्य क्रीडिष्यति, क्रीडिष्यतः, क्रीडिष्यन्ति, क्रीडिष्यसि, क्रीडिष्यथः, क्रीडिष्यथ, क्रीडिष्यामि, क्रीडिष्यावः, क्रीडिष्यामः इति भवन्ति. अपि च धातुः सेट् अस्ति, अतः तत्र इडागमः भवति एव. स्मर्तव्यः अंशः कः? आधिक्येन हलन्तधातवः सेटः भवन्ति. अत्र प्रायः 90% आधिक्येन हलन्तधातवः सेटः भवन्ति. अतः एव हलन्तधातुः पठ् पठिष्यति, चल् चलिष्यति, क्रीड् क्रीडिष्यति, खाद् खादिष्यति. एते धातवः हलन्तधातवः, अतः इडनुकूलाः. अजन्तधातवः आधिक्येन अनिटः भवन्ति. अपि च क्रीड् धातोः प्रसङ्गे स्मर्तव्यः अंशः कः? क्रीड् धातुः अकर्मकः. अहं कन्दुकं क्रीडिष्यामि इति वाक्यम् असाधु. किं वाक्यं साधु? कन्दुकेन. तत्र तृतीयविभक्ति भवति. उत्तम. अकर्मक अस्ति इति कृत्वा कन्दुकेन क्रीडिष्यामि इति एव वदनीयम्. साधु भगिनि. सुन्दरमहोदय, भवान् करोतु. खाद् खाद् धातुः प्रथमवर्षं लिखत खादिष्यति, खादिष्यतः, खादिष्यन्ति, खादिष्यसि, खादिष्यतः, खादिष्यथ, खादिष्यामि, खादिष्यावः, खादिष्यामः इति नवरूपाणि सिद्ध्यन्ति. स धातुः सेट् अस्ति. एतदपि प्रत्ययः अपि सेट् अस्ति इति कारणतः इडानुकूलः भवति. सो खादिष्यति. एकं वाक्यं रचयतु. अहं भोजनं खादामि इति. भोजनं कीदृशं पदम्? भोजनं कीदृशं पदं? भुज् धातुतः ल्युडन्तं पदं भोजनम् इति. ओदनम् इति तदपि ओदनम् ओदनं नपुंसकम् ह्यः दध्योदनं कृतवती. दध्योदनम् इत्यत्र सन्धिकार्यं करोतु. दधि दधि योगे ओदनं दध्योदनं तत् सन्धि किं सन्धिः? शोभा भगिनी वदतु. दधियोगः ओदनं तत्र इको एणचि इति कार्यं करोति. अतः तत्र इकारस्य स्थाने यकारः दध्य इति हलन्ता. अनन्तरं दध्ययोगः ओदनं दध्योदनम् इति भवति. इको यणचि इत्यस्मिन् सूत्रे इकः स्थाने यणादेशः भवति, अचिपरे इत्युक्ते पूर्वपरयोः स्थाने इति नास्ति. केवलम् इकारस्य स्थाने यकारः आयाति. अग्रे सरतु महोदय. धाव् धाव् इति धातुः मध्यमपुरुष अत्र दत्तानि. धावति धाविष्यति धाविष्यतः धाविष्यन्ति धाविष्यसि धाविष्यतः धाविष्यथ धाविष्यामि धाविष्यावः धाविष्यामः इति नवरूपाणि अत्र. अत्रापि तदेव पूर्वपदवत् तदेव सिद्ध्यन्ति. भविष्यति तीतः अन्ति सीतः मीवः मह इति. लृट्लकाररूपेषु किं वदामः? इष्यति इष्यतः इष्यन्ति ईदृशरीत्या प्रत्ययस्य योजनं भवति. धातुः सेट् अस्ति चेत् सेटः इष्य इति प्रत्ययः तत्र इष्यति इति. आम् आम् इष्यति इति प्रत्ययः तत्र योजनं प्रत्ययस्य योजनं भवति. ई इति इडागमस्य कारणेन आयाति. स्या इति स्यतासील् रु लुटोः इति सूत्रेण लुट् लकाररूपेषु स्या इति लकारनिमित्तिक विकरणप्रत्ययः मध्ये आयाति. अपि च इदं पदं तिङन्तपदमस्ति इति कारणतः अन्ते तिङ् प्रत्ययः अपि योजनीयः. अतः इष्यति इति रूपमस्ति. किन्तु इडागमः भवति चेत् आदेशप्रत्ययोः इति कार्यं भूत्वा दन्त्यसकारस्य मूर्धन्य वदतु. दन्त्य इडागमः भूत्वा दन्त्य सकारस्य स्थाने मूर्धन्यषकारः आदेशरूपेण आगच्छति. उत्तमम्. अग्रे सरतु. शनैः शनैः इति एतद् शनैः धावामि इति इत्युक्ते क्रियाविशेषणं भवति किल तत्कारणेन. अग्रे सरतु. नम् धातुः अनिट् अनिट् धातुः अस्ति. नंस्यामि नंस्यामि नंस्यावः नंस्यामः नंस्यति नंस्यतः नंस्यन्ति नंस्यसि नंस्यथः नंस्यथ नंस्यामि नंस्यावः नंस्यामः इति नवरूपाणि सिद्ध्यन्ति. धातुः अनिट् अनिट् इति मन्ये अनिट् धातुः इति मन्ये तत्कारणतः अत्र इडागमः इडानुकूलः नास्ति. तदेव नंस्यामि इति रूपं सिद्ध्यन्ति रूपाणि सिद्ध्यन्ति. इडागमः नास्ति इति कारणतः अत्र षत्वमपि न भवति खलु. षत्वमपि हा षत्वमपि ओके हा षत्वमपि न भवति. दन्त्यसकारः एव तिष्ठति. अयं धातुः अणोपदेशधातुः खलु. नोपदेशः अणोपदेशधातुः इत्युक्ते उपदेशावस्थायाम् अस्य धातोः आदौ अणकारः अस्ति. नकारः अस्ति ओके. नो नः इति सूत्रेण नकारः भवति, दन्त्य नकारः भवति. उत्तमं भगिनी. थाम् इति धातु सकर्मकधातुः, यथा कम् धातु सकर्मकधातुः तदेव गति इति अर्थे भवति न. गति इत्युक्ते यु नो यु लीव् वन् प्लेस् एण्ड् यु रीच् अनदर् प्लेस्, दर् इस् प्राप्ति. दट् इस् वै गम् बिकेम् अ सकर्मकधातु. सिमिलर्लि ऐ थिङ्क् धाव् धातु अपि सकर्मकत्वं तस्य तेन प्राप्तम् इति चिन्तयामि भगिनी, यथा गमधातु इव. उत्तमं भगिनी किम् उक्तवती, गन्तव्यस्थानमस्ति, अन्यस्थानस्य प्राप्तिः भवति. इत्युक्ते गम् धातोः अर्थः उत्तरदेशसंयोगानुकूलव्यापारः इति कारणतः सः धातुः सकर्मकः. धाव् अपि सकर्मकः इति मया दृष्टम्. धाव् सकर्मक एव. अस्तु, धन्यवादाः. अग्रे सरतु महोदय. त्रिधातुः प्रथमपुरुषम् अत्र दत्तः. धरिष्यति दृ, धरिष्यति धरिष्यतः धरिष्यन्ति, धरिष्यसि धरिष्यथः धरिष्यथ, धरिष्यामि धरिष्यावः धरिष्यामः इति नवरूपाणि. एतद् इडानुकूलः अस्ति इति कारणतः सः धरिष्यति इति रूपं सिद्ध्यति. धृ धर् भवति अजन्तधातुः खलु. अजन्तधातुः, आम् अजन्तधातुः. अपि च ऋकारान्तधातुः. वयं किं पठितवन्तः, अजन्तधातवः प्रायशः अनिटः भवन्ति इति तु सत्यम्. ध्रुधातुः, भ्रूधातुः, हृधातुः, क्रूधातुः, ऋकारान्तधातवः अनिटः एव. अत्र विशिष्टसूत्रेण इडागमः भूत्वा धरिष्यति, भरिष्यति, करिष्यति, हरिष्यति ईदृशानुरूपाणि सिद्ध्यन्ति. तत्र सूत्रमस्ति रुद्धनोः स्ये, इत्युक्ते ऋकारान्तधातुषु हान् धातोः प्रसङ्गे स्याप्रत्यये परे इडागमः अपवादत्वेन भवति. ध्रुधातुतः धर् कथं भवति? धृधातुः भ्वादिगणीयधातुः किल. ध्रु इगन्त इगन्तधातुः भ्वादिगणीयधातुः. धृ धृयोगे धृ औपदेशिकदा धृ औपदेशिकधातुः एव. लौकिकधातुः अपि औपदेशिकधातुः अपि ध्रु एव इति मन्ये. अग्रे सरतु. लौकिकधातुः ध्रु भवति. धृ योगे शप् योगे तिप् इति शकारस्य लशक् वदतिते इति सूत्रेण शकारस्य लोपः भवति. हलन्त्यमिति सूत्रेण पकारस्य अपि लोपः भवति. अत्र रूपं किं दत्तम् अस्ति, धरिष्यति, धरिष्यति इति रूपं साधनीयम्. अत्र शप् इत्यस्य प्रसङ्गः अस्ति वा? न न न, स्या स्या इति स्यति स्या इति रूपं. ओके, भवान् चिन्तयतु. गोमती भगिनी कृपया वदतु, अत्र धरिष्यति रूपं कथं साधनीयम्? भगिनी औपदेशिकरूपं धृञ् अस्ति भगिनी, धृञ् ञकारः अस्ति, अतः उपयोगति धातु अस्ति. हलन्त्यम् इति सूत्रेण तस्य लोपानन्तरं धृ एव शिष्यते. तत् धृतु अनुदात्त वर्णः अस्ति, अतः अनुदातवर्णः अस्ति, अतः तद् अनिट् अस्ति इति वा? यः ऋकारः अवशिष्टस्वरः अस्ति अस्मिन् धातौ, सः ऋकारः अनुदात्तः. इत्युक्ते धातुपाठं पश्यामश्चेत् तस्य अधोभागे रेखा दृश्यते, अतः धातुः एकाच् अनुदात्तः च, अतः अनिट् खलु? आम् आम् आं भगिनि, अतः तत् साधु अनिट् अस्ति. अत्र धरति इति लटीरूपं, धरिष्यति इति लृट् रूपं. धरिष्यति धृ योग स्य योग ति इति अस्ति. स्या इति अर्धधातुकप्रत्ययः, सार्वधातुक अर्धधातुकप्रत्ययोः इति सूत्रेण ऋकारस्य गुणः भवति धर् इति भवति धर् योग स्य योग ति अत्र विशिष्टसूत्रेण इडागमः भवति सूत्रम् अहं न जानामि परन्तु भगिनी उक्तवती ऋद्धनोः इति वा ऋद्धनोः ऋद्धनोः स्ये तत् इडागमः भवति इष्यति आदेशप्रत्ययोः एतत् सर्वं भूत्वा इष्यति इति धर्योग इष्यति धरिष्यति धरिष्यतः धरिष्यन्ति इति रूपाणि उत्तमम् अग्रे भवती एव करोतु धरिष्यति अनन्तरं हृ अस्ति भगिनि मध्यमपुरुषस्य रूपाणि हरिष्यसि हरिष्यतः हरिष्यथ इति भवति हृधातु अपि हृधातु अपि अनुदात्त वर्ण अस्ति इत्संज्ञा किमपि नास्ति हृ एव अस्ति तत् हृ अनुदात्तवर्णः अस्ति अतः तदपि अनिट् धातुः अस्ति तत्र अपि हृ योग स्यति विशिष्टसूत्रेण ऋद्धनोः स्ये इति सूत्रेण तस्य इडागमः भवति अतः हृ योग इ योग स्यति आदेशप्रत्ययोः इति सूत्रेण अत्र स्यति ष्यति भवति हृ योग इष्यति स्यति इति अर्धधातुकप्रत्ययः यथा पूर्वं तत्रापि हृ इत्यस्य ऋकारस्य गुणः भवति सार्वधातुक अर्धधातुकयोः इति इगन्धधातोः गुणः भूत्वा हर् इति भवति हर् योग इष्यति हरिष्यति हरिष्यतः हरिष्यतः हरिष्यन्ति हरिष्यसि हरिष्यथः हरिष्यथ हरिष्यामि हरिष्यावः हरिष्यामः इति रूपाणि उत्तमम् अग्रे करोतु अग्रे मुड् धातुः प्रथमपुरुषविवक्षा मोदिष्यते मोदिष्येते मोदिष्यन्ते इति भवति मुद् धातुः मुदौ इति औपदेशिकरूपम् उपदेशजनद्वासिकसूत्रेण लोपः अनन्तरं मोद् एव लौकिकरूपं मोद् तत्र तदपि यत् उकारः शिष्यते तत् अनुदातः अस्ति अनुदातः एकाच्छः अतः मुद् अपि अनिट् अस्ति भगिनि अत्र पश्यतु मुद् इति धातुः हलन्तधातुः खलु आं भगिनि हलन्तः प्रायेण सेट् सेट् प्रायेण सेट् अतः एव अत्र मोदिष्यते इति रूपं दत्तमस्ति खलु सेट् धातुः खलु अत्र अनिट् अपि अस्ति सेट् अपि अस्ति चुरादिगणीयधातुः अपि अस्ति भुवादिगणीयधातुः अपि अस्ति भुवादिगणीयधातोः प्रसङ्गे स्वीकरोतु भुवादिगणे अस्ति चेत् तत्र प्रायः हलन्दधातुः सेट् भवति इति स्वीकुर्मः परन्तु तत्र अनुदात्तमेव वर्णः शिष्यते न भगिनि भवती स्वराङ्कितधातुपाठं पश्यन्ती अस्ति वा भगिनि ऐ मेड् अ मिस्टेक् परन्तु अहं चिन्तयामि साधारणनियमस्य आधारेण हलन्तधातवः प्रायशः सेटः भवन्ति इत्युक्ते 3+100 हलन्तधातून् त्यक्त्वा अन्ये सर्वे हलन्तधातवः सेटः भवन्ति 103 हलन्तधातून् त्यक्त्वा अन्ये सर्वे हलन्तधातवः सेटः अहं चिन्तयामि भुवादिगणीय मुद्धातुः हलन्तधातुः सेट् धातुः अतः एव अत्र अस्माकं पुस्तके मोदिष्यते इति रूपं दत्तमस्ति इडागमयुक्तं रूपं दत्तमस्ति अतः अत्र धातुः सेट् एव अत्र गुणकार्यं केन सूत्रेण भवति? गुणकार्यं पुगन्तलघुपथस्य च इति सूत्रेण आर्थधातुकस्य सार्वधातुकस्य प्रत्ययः परे अस्ति चेत् अत्र उपधायाम् उकारः अस्ति, तस्य उकारस्य गुणः भूत्वा मोद इति भवति, मोद इष्यति मोदिष्यति इति. लघु उकारः अस्ति उपधायाम् इति खलु? आम् आम् आम् आम् भगिनि. अग्रे करोतु. अनन्तरं स्मृ अस्ति, उत्तमपुरुषविवक्षा, स्मरिष्यामि, स्मरिष्यावः, स्मरिष्यामः इति स्मृ धातु. अत्र किमपि इत्सत्यवर्णः नास्ति, स्मृ एव अस्ति, ऋकारः अस्ति, तद् अनिट् अस्ति भगिनि. स्मृ अनिट् अस्ति, स्मरति, स्मरिष्य, तदपि स्मरिष्यामि. इडागमः भवति ध्रु हृ स्मृ ऋकारान्तः वृद्धनुपोष्ये इति सूत्रेण इडागमः भवति. आम् आं भगिनि. स्मृ स्मृयोग स्यति, स्मृयोगः अस्य अर्थधातुकप्रत्ययस्य सार्वधातुकार्धधातुकप्रत्ययोः इति सूत्रेण इगन्त अङ्गस्य ऋकारस्य गुणः भवति अर् इति, पुरण्ड्रपरः अपि भवति. स्मृ स्मर् भवति, स्मर् योग इडागमः अपि भवति विशेषसूत्रेण, इष्यति आदेशप्रत्ययोः अपि भवति, स्मर् योग इष्यति, स्मरिष्यति, स्मरिष्यतः, स्मरिष्यन्ति, स्मरिष्यति, स्मरिष्यः, स्मरिष्यः वा अत्र स्मरिष्यसि, स्मरिष्यसि, स्मरिष्यतः, स्मरिष्यथ, स्मरिष्यामि, स्मरिष्यावः, स्मरिष्यामः. क्षम्यता भगिनि. साधु भगिनि. गीताञ्जलि भगिनी भवती करोतु. अस्तु, वद् अस्ति, वद् इति भ्वादिगण धातुः अस्ति, अत्र तु प्रथमपुरुषविवक्षा अस्ति. वदिष्यति, वदिष्यतः, वदिष्यन्ति इति त्रीणि रूपाणि. वद् वदपि हलन्त धातु अस्ति चेत् सेट् अस्ति इति सामान्यनियमः अस्ति. तदनन्तरं किं वदामः, वद् वदिष्यति, वदिष्यतः, वदिष्यन्ति, वदिष्यसि, वदिष्यथः, वदिष्यथ, वदिष्यामि, वदिष्यावः, वदिष्यामः, एते सर्वाणि रूपाणि. अग्रे सरतु. पृच्छ, अत्र पश्यतु धातोः रूपं कथमस्ति. पृच्छ पृच्छ अस्ति मम पुस्तके, मुद्रणदोष वा? प्रच्छ अस्ति. हा हा, क्षम्यतां, प्रच्छ, प्रच्छ, क्षम्यतां भगिनि. प्रच्छ धातोः लट्लकाररूपं पृच्छति खलु? सत्यं सत्यं. तत्र सम्प्रसारणकार्यं भूत्वा पृच्छति इति रूपं भवति, इत्युक्ते रेफस्य स्थाने ऋकारादेशः, इत्युक्ते यण्सन्धेः विपरीतकार्यं भूत्वा पृच्छति इति रूपं सिद्ध्यति. अत्र लृटिरूपं वदतु. हा, लृटिरूपं प्रक्ष, अत्र तु मध्यमपुरुषः अस्ति विवक्षा, प्रक्ष प्रक्ष्यसि, प्रक्ष्यथः, प्रक्ष्यथ, प्रथमपुरुष पृक्ष, पृक्ष्यति, पृक्ष्यतः, पृक्ष्यन्ति. पुनः क्षम्यतां, मम दोष, अवगतम् अवगतं, क्षम्यतां भगिनी. हा, पुनः वदामि, प्रक्ष्यति, प्रक्ष्यतः, प्रक्ष्यन्ति, प्रक्ष्यसि, प्रक्ष्यथः, प्रक्ष्यथ, प्रक्ष्यामि, प्रक्ष्यावः, प्रक्ष्यामः. रूपं साधयितुम् अत्र बहूनि हल्सन्धिकार्याणि भवन्ति. यदि भवन्तः इच्छन्ति चेत् वर्गस्य अनन्तरम् एकवारं चिन्तयन्तु, प्रक्ष्यति इति रूपं साधयितुं कीदृशानि कार्याणि भवन्ति इति हल्सन्धिकार्याणां विषयः. अग्रे सरतु. अस्तु, हू धातु, हू धातु होष्यामि, उत्तमपुरुषदत्तं होष्यामि. हू धातु अहं न जानामि. भवती जानाति खलु, जुहोति आदिगणे वा? अस्तु अस्तु अस्तु, लटीरूपं जुहोति. हा, जुहोति जानामि किल, अत्र द्वित्वं भवति किल जुहोत्यादिगणे. द्वित्वं भवति, सन्धिकार्याणि अपि सन्ति इति कृत्वा जुहोति इति रूपं सिद्ध्यति. अत्र होष्यामि, अत्र रूपं साधयतु सरलमेव. होष्यामि, तत्र गुणकार्यं भवति. हू, हू इति यजन्तधातु, स्या इति प्रत्यय अस्ति सार्वधातुकार्धधातुकयोः सूत्रेण हो भवति. होष्यामि, होष्यावः, होष्यामः. अत्र सार्वधातुक अर्धधातुकयोः इति सूत्रं किमर्थम्? अन्तिम अजन्तधातु धातु भगिनि. उत्तमम्, तदेव. अत्र धातोः अन्ते इक् प्रत्याहारस्य वर्णः अस्ति, इगन्तधातुः खलु. इगन्तधातुः, हा, क्षम्यताम्, इगन्तधातुः, हा, अजन्त नास्ति, इगन्त. भेदः अस्ति वा अजन्तधातुः अथवा इगन्तधातुः, द्वयोर्मध्ये भेदः अस्ति वा? आं भगिनि, अक अ इ उन् अ, प्रथम तु अ आयाति, इक् इगन्तम् अ नास्ति, इत्युक्ते इ एव, इ ऊरु. उत्तमम्, इ ऊरुलु एते वर्णाः इक् प्रत्याहारे सन्ति. किन्तु अच् वर्णाः इति कथनेन अकारः अस्ति, अपि च एकारः, ओकारः, ऐकारः, औकारः, अन्यवर्णाः अपि अच् प्रत्याहारे सन्ति खलु. सन्ति सन्ति, सर्वे स्वराः सन्ति अच् अस्ति चेत्. इक् तु केवल इ ऊरुलु. दृश् धातुतः द्रक्ष्यामः वदतु. द्रक्ष्यामः, उत्तमपुरुष अस्ति, द्रक्ष्यामि, द्रक्ष्यावः, द्रक्ष्यामः, द्रक्ष्यामः. दृश् धातु अपि अनिट् अस्ति, अपि च सन्धिकार्यं भूत्वा द्रक्ष्यामि, द्रक्ष्यावः, द्रक्ष्यामः इति रूपं सिद्धम्. दृश् इति धातोः रूपम् अस्ति. दृश् इति कथनेन तत्र दकारोत्तरवर्ती ऋकारः अस्ति, किन्तु रूपं पश्यामश्चेत् द्रक्ष्यामि इति रूपं सिद्ध्यति. तत्र एकं सूत्रं, सम्प्रसारणं नास्ति, तत्र एकं सूत्रम् अस्ति, सृजिदृशोर्झल्यमकिति इति एकेन विशिष्टसूत्रेण अम् आगमः भवति. तत्र बहूनि कार्याणि भवन्ति. पूर्वम् एकवारम् अहम् ई पत्रं प्रेषितवती, द्रक्ष्यति इति रूपं कथं साधनीयं, तत्र सोपानानि कानि, औपदेशकधातुतः द्रक्ष्यति इति रूपं कथं साधनीयम् इति मया प्रेषितं पूर्वम्. अग्रे करोतु. अग्रे नी धातु अस्ति, नी अपि अनिट् अस्ति, अत्र तु प्रथमपुरुष रूपं विवक्षा अस्ति. नेष्यति, नेष्यतः, नेष्यन्ति. भगिनि, भवती उक्तवती विवक्षा अस्ति इति उक्तवती, विवक्षा इति कीदृशं पदम्? विवक्षा इति स्त्रीलिङ्गं वा? समीचीनं नास्ति भगिनि. उत्तमं, किन्तु अहं किं पृष्टवती? सुन्दरमहोदय वदतु, विवक्षा इति कीदृशं पदम्? वि उपसर्गपूर्वक वच् धातोः, वि उपसर्गपूर्वक वच् धातोः किम् अस्ति, क्षा इति कथम् आगच्छति, प्रत्ययः किम्? सन्नन्दप्रत्ययः वक्तुम् इच्छा विवक्षा वक्तुम् इच्छा विवक्षा गमति भगिनी वदतु वक्तुम् इच्छा प्रक्रियां न जानामि परन्तु वच्धातोः विवक्षा स्त्रीलिङ्गरूपं गीताञ्जलिः भगिनी उक्तवती वक्तुम् इच्छा सन्नन्दप्रत्ययस्य योजनेन विवक्षा इति भवति तत्रापि द्वित्वं भवति वचे वचे अनन्तरं किमपि कार्यं बहूनि कार्याणि भवन्ति सन् प्रक्रियायां रोहिणी भगिनी वदतु वच् वच् सन् इत्युक्ते प्रथमवच् इत्यस्य हलादिशेषः इति सूत्रेण वा एव अवशिष्यते वा वच् सन् चोकुः इति प्रवर्तते अत्र इडागम कथं भवति न जानामि वा अन्ततो गत्वा वार्ताकः सन् प्रत्ययस्य योजनेन निर्मितं पदं गम् धातुतः जिगमिषति क्रु धातुतः चिकीर्षति एवमेव वच् धातुतः विवक्षति इति रूपं सिद्ध्यति किन्तु अत्र आकारान्तस्त्रीलिङ्गपदम् अस्ति तत्रापि तिङन्तपदं सिद्ध्यति सुबन्तपदानि अपि सिद्ध्यन्ति इत्युक्ते सन् प्रत्ययस्य योजनेन नूतनधातोः निर्माणं भवति वार्ताकः प्रत्ययः कृत् नास्ति कृत् अस्ति चेत् आधिपतिकं भवति एतत्तु कृत् नास्ति अतः प्रत्ययः भवति अस्य प्रत्ययस्य योजनेन आतिदेशिकधातोः नूतनधातोः निर्माणं भवति यथा णिच् सन् प्रत्ययः इच्छार्थे पठितुम् इच्छा अस्ति पेपाठिषति तिङन्तपदं तिङन्तपदं पेपाठिषति किन्तु सुबन्तपदं पेपठिषा एवमेव विवक्षा मुमुक्षा जिज्ञासा पिपासा युयुत्सा इति युयुत्सुः इति गीता प्रथमश्लोकम् अस्ति किल भगवद्गीताया तस्य अर्थः कः योद्धुम् इच्छा युयुत्सा यः योद्धुं यः योद्धुम् इच्छति सः युयुत्सुः युयुत्सुः युयुत्सु युयुत्सवः इति युयुत्सवः इति रूपम् अतः प्रथमश्लोके गीतायाः प्रथमश्लोके अस्ति युयुत्सवः इत्युक्ते सुबन्तपदमपि सिद्ध्यति तिङन्तपदमपि सिद्ध्यति किन्तु अत्र नूतनधातोः निर्माणं भवति इच्छार्थे सन् प्रत्ययस्य योजनेन इति वार्ता विवक्षा इत्यस्य कथा तादृशी अस्ति भगिनी करोतु भगिनी नूतनधातुः कः अत्र विवक्षा अस्ति चेत् इति तु संज्ञापदं विवक्षति तिङन्तपदं विवक्षति क्षति इत्युक्ते धातु किं किन्तु विवक्ष अदन्तधातवः सिद्ध्यन्ति ओ अस्ति वा विवक्ष धातु वच् एव किल वच् धातुः एव किल किमपि अन्यधातुः अस्ति वा अस्ति वा अत्र भगिन्याः प्रश्नः तु नूतनधातुः कः कः ओके वचित् मूलधातुः आम् आम् नूतनधातुः कः अहमपि ज्ञातुमिच्छामि ओ अस्ति विवक्षा इति नूतनधातुरूपम् अपि च स्त्रीलिङ्गसंज्ञापदमपि स्त्रीलिङ्गपदं भवितुं तत्र दीर्घ आकारः अस्ति अस्तु अस्तु विवक्ष इति नूतनधातु अवगतम् अस्तु भगिनि अस्तु धन्यवादः अग्रिमं करोमि वा मिल् वा करोतु हा मिल् मिल् इति मध्यमपुरुषविवक्ष अधुना मेलिष् मध्यमपुरुष मेलिष्यत् मेलिष्यसि मेलिष्यथः मेलिष्यथ अत्र इडागम अपि च हलन्तधातुः अस्ति चेत् सेट् अस्ति इति मन्ये अपि च किम् अन्यत् किं मिल् मिल् विषये अन्यत् द्विकर्मक वा पूर्वं वयं किं चर्चितवन्तः विवक्षा इत्यस्मिन् प्रसङ्गे तत्र तिङन्तरूपमस्ति विवक्षति सुबन्तपदमस्ति विवक्षा दीर्घ आकारान्तपदमस्ति तत्र एका वार्ता अस्ति सन् प्रत्ययस्य योजनेन तिङन्तपदं सिद्ध्यति तत्रूपं तत्र एकं सूत्रमस्ति पूर्ववत् सनः इति सूत्रं तेन किमुच्यते मूलधातुः परस्मैपदी चेत् सनन्तरूपमपि परस्मैपदी एव भवति मूलधातुः आत्मनेपदी चेत् सनन्तरूपमपि आत्मनेपदीरूपमेव सिद्ध्यति पूर्ववत् सनः पूर्ववत् सनः अस्तु भगिनि अत्र वच् धातुः परस्मैपदी धातुः वच् धातोः रूपं वक्ति परस्मैपदीरूपम् अस्ति अतः सन् प्रत्ययस्य योजनेन यद्रूपं सिद्ध्यति तद्रूपमपि परस्मैपदरूपमेव भवति इति तेन सूत्रेण उच्यते पूर्ववत् सनः इति सूत्रेण अतः एव वच् धातुतः सन् योजनेन यद्रूपं तिङन्तरूपं सिद्ध्यति तद् विवक्षति अत्र मिल् धातोः प्रसङ्गे गुणकार्यं केन सूत्रेण भवति अत्र लघुपदा अस्ति चेत् पुगन्तलघुपदस्य च इति सूत्रं प्रसक्ति मिल सङ्गमे इति अर्थे अस्ति खलु धातुः हा मिल सङ्गमे तुदादिगणे अस्ति हा मिल सङ्गमे मेलिष्यति अत्र कर्मपदं सिद्ध्यति वा उभयपदी हा न न इति अकर्मक अस्ति भगिनी इत्युक्ते कर्मपदं नास्ति तृतीययोजनेन वाक्यं निर्माणमिति मन्ये भगिनि एकं वाक्यं वदतु अस्तु मम मित्रेण सह मेलिष्यामि खलु हा मित्रेण सह तेन सह हा मेलिष्यामि हा उत्तमं साधु भगिनी साधु कृतवती रोहिणी भगिनी भवती करोतु आं भगिनि पा इति दातु पास्यामः इति दत्तं तमपुरुष बहुवचनरूपं पास्यामि पास्यावः पास्यामः पास्यति पास्यतः पास्यन्ति पास्यसि पास्यतः पास्यध पास्यामि पास्यावः पास्यामः पादादु पयोगस्य योग ति एव अत्र सन्धिकार्यमेव भवति अन्यत् कार्यं किमपि नास्ति इति चिन्तयामि अत्र सन्धिकार्यम् अस्ति वा न पास्य ति ओन्लि वर्णमेलनमेव वर्णमेलनमेव पाधातुः आकारान्तधातुः अतः अनिट् अजन्तधातुः अजन्तधातुः अस्ति इति कारणतः अनिट् धातुः अतः इडागमः नास्ति खलु अजन्तधातवः अनिटः प्रायशः इत्युक्ते आधिक्येन इति स्मर्तव्यम् अत्र इडागमः नास्ति अतः षत्वमपि नास्ति पाधातोः लटीरूपं किम् पिबति वदतु पिबति पा इत्यस्य पिब आदेशं भवति सूत्रं एकं दीर्घं सूत्रमस्ति तेन पिब आदिष्टः भवति अतः पिबति इति लटीरूपम् अग्रे सरतु व्यमधातु व्यंसेधे इति रूपं दत्तं मध्यमपुरुष द्विवचनरूपं व्यंस्यति व्यंस्यतः व्यंस्यते व्यंस्यतः व्यंस्यन्ते व्यंस्यते जानामि भगिनि अत्र आत्मनेपदीरूपाणि वक्तव्यानि अत्र रमधातुः आत्मनेपदी धातुः रमते रमुक्रीडायां रमते इति रूपमस्ति अतः आत्मनेपदीरूपाणि वक्तव्यानि व्यंस्यते इति भवति अत्र नवरूपाणि पुनः वदति वा व्यंस्यामि व्यंस्यावहे व्यंस्यामहे शुभदा भगिनि भवती वदतु लट् रूपाणि वा भगिनि लटि वदतु लृटि अपि वदतु रम धातु रमते रमेते रमन्ते रमसे रमेथे रमध्वे रमे रमावहे रमामहे लटि उत्तमम् अपि च तस्य लृट् लूप रूपं रंस्यते रंस्यते रंस्येते रंस्यन्ते रंस्यसे रंस्येथे रंस्यध्वे रंस्ये रंस्यावहे रंस्यामहे उत्तमम् तादृशानि रूपाणि भवन्ति रमुधातोः रूपमेव रामः खलु रमुधातोः क्तिन् रूपं रतिः रम् धातोः कृतान्तरूपं रतः कृतवत् रूपं रतवान् तत्र अनुनासिकलोपः मकारलोपः भवति इति कृत्वा रम् धातुतः रतिः रतः रतवान् एवं रूपाणि भवन्ति अत्र लृटिरूपं रंस्यते अत्र किं लेखनीयं रंस्यसे रंस्येथे रंस्यद्वे रामः इति रूपं कथम् आगच्छति किं प्रत्ययस्य योगेन षञ् प्रत्ययः वा रामः आम् आम् रमुधातुतः घञ् इति घञ् ओके ओके अस्तु गोमती भगिनी रमुधातुतः घञ् योजनेन राम अत्र वृद्धिकार्यं किमर्थं भवति सूत्रं न जानामि परन्तु घञ् अस्ति चेद् दीर्घं भवति अङ्गस्य अत उपधाय अत उपधायाः वृद्धिः भवति अत उपधाय सो रम रामो भवति रामयोग आ राम शुभदा भगिनी पुनः एकवारं वदतु भगिनी उक्तवती पुनः भवती स्मारयतु तत्र किं भवति रम योगः घञ् प्रत्ययः तस्य घञ् इत्युक्ते यत् अस्ति अतः यत् णित् प्रत्ययपरे उपधायाः लघु उपधायाः अहमस्ति लघु उपधायाः दीर्घः भवति इति अत उपधायाः इति सूत्रं वदति अतः रं योगः घञ् अत्र रेफस्य उत्तरवर्ती अकारः यः अस्ति तस्य दीर्घः भूत्वा रा इति भवति अतः रामः अपि च पुल्लिङ्गे भवति इति मन्ये न जानामि सम्यक् रीत्या साधु साधु रम् धातौ रकारोत्तरवर्ती अकारः अस्ति अकारः इत्युक्ते उपधायां ह्रस्व अकारः अस्ति इति कारणतः अत उपधायाः इति सूत्रेण एव वृद्धिकार्यं भवति अकारस्य वृद्धिसंज्ञकवर्णः दीर्घ आकारः अतः रम् इत्यस्य रूपं राम इति रूपं भवति तत्र घञ् प्रत्ययस्य अवशिष्टभागः अकारः अतः वृद्धिकार्यमपि भवति अपि च घञ् इत्यस्मात् अकारः आगतः अन्ततो गत्वा वर्णमेलनेन राम इति प्रातिपदिकं सिद्ध्यति प्रथमाविभक्ति एकवचनरूपं रामः इति भवति भगिनि लशको तथिते इति खकारस्य युत्संज्ञा भवति न आम् हलन्त्यम् अपि च लशक्वतधिते इति सूत्रेण भवति अग्रे गन्तव्यं मम पार्श्वे एकः श्लोकः अस्ति भगिनि रमन्ते योगिनो अनन्ते रमन्ते योगिनोऽनन्ते सत्यानन्दे चिदात्मनि इति रामपदेनासौ परं ब्रह्माभिधीयते इति रमन्ते योगिनोऽनन्ते सत्यानन्दे चिदात्मनि इति रामपदेनासौ परं ब्रह्माभिधीयते राम इत्यस्य विवरणम् इति अपि च अन्यः श्लोकः अपि अस्ति भवन्तः सर्वे श्रुतवन्तः एव तस्मिन् श्लोके सप्तविभक्तयः आयान्ति कक्षायाः अनन्तरं प्रेषयामि तस्मिन् श्लोके सप्तविभक्तयः रामेण रामस्य रामम् एकं श्लोकम् अस्ति एकः श्लोकः अस्ति न स्मरामि अधुना परन्तु अस्ति न स्मरामि सम्यक् चिन्ता मास्तु अग्रिमे पुटे रूपाणि दत्तानि शुभदा भगिनी भवती एव करोतु अग्रे आं भगिनि क्षाल् इति धातुः तस्य क्षालयिष्यतः इति रूपं दत्तमस्ति क्षाल् इति चुरादिगणीयधातुः अस्ति इति मम स्मरणं प्रक्षालयति इति किमपि स्मरामि क्षाल् इति क्षालयिष्यतः इति दत्तमस्ति इत्युक्ते तत्तु सेट् धातुः अस्ति इति भाति क्षाल् योगः ऐ मीन् लृट् लकारे क्षालयिष्यति क्षालयिष्यतः क्षालयिष्यन्ति क्षालयिष्यसि क्षालयिष्यथः क्षालयिष्यथः क्षालयिष्यथ क्षालयिष्यामि क्षालयिष्यावः क्षालयिष्यामः इति रूपाणि. अत्र क्षालयिष्यतः इति प्रथमपुरुषस्य द्विवचनरूपं दत्तमस्ति. तस्य क्षालयिष्यति क्षालयिष्यतः क्षालयिष्यन्ति. भगिनी एकः सन्देहः, अत्रापि नूतन नूतनधातोः निर्माणं भवति किल क्षाली इति? नूतनधातोः निर्माणं कथं भवति भवान् वदतु. नूतनधातोः क्षाल् धातुतः णिच् योजनेन णकारस्य चुटु इति सूत्रेण इत्संज्ञा भवति, चकारस्य हलन्त्यम् इति सूत्रेण इत्संज्ञा भूत्वा लोपः भवति. इ एव अवशिष्यते. क्षाल् क्षाल् योगे इ क्षालि इति नूतनधातोः रूपं सिद्ध्यति क्षालि इति. अत्र किं वक्तव्यम् इत्युक्ते शौचकर्मणि इत्यस्मिन् अर्थे क्षला इति धातुः अस्ति. साधारणतया प्रेरणार्थे णिचः विधानं भवति, किन्तु चुरादिगणे स्वार्थे अपि णिच् विधीयते. सत्यापपाशवीणातूलसेना इति एकं दीर्घं सूत्रमस्ति, तेन सूत्रेण चुरादिगणे स्वार्थे अपि णिच् विधीयते. णिच् विधीयते चेत् छल् योगः णिच् इति रूपम् अस्ति. तत्र छल् धातुं पश्यामश्चेत् उपधायाम् अकारः अस्ति. छल् इति कथनेन लकारात् पूर्वं ह्रस्व अकारः अस्ति. ह्रस्व अकारः अस्ति इति कारणतः अत उपधायाः इति सूत्रेण वृद्ध्यादेशः भूत्वा क्षाल् भवति. पश्चात् णिच् इत्यस्मात् इकारः आगतः, तेन नूतनधातुः क्षालि. श्लोकं वदामि विभक्ति. वदतु. श्रीरामशरणं समस्तजगतां रामं विना का गतिः, रामेण प्रतिहन्यते कलिमलं रामाय कार्यं नमः. रामात्रस्यति कालभीमभुजगः, रामस्य सर्वे वशे रामे भक्तिरचञ्चला भवतु मे, हे राम मामुद्धर. उत्तमं. तादृशरीत्या आयाति श्लोकः. तस्मिन् सप्तविभक्तयः आयान्ति. अग्रे गन्तव्यं. शुभदा भगिनी भवती एव करोतु अग्रे. अग्रिममस्ति रोदिष्यसि इति. अत्र रुद् इति धातुः, रुद् धातोः लृट् रूपं मध्यमपुरुषस्य रूपं रोदिष्यसि इति. रुद् इति सेट् धातुः अस्ति, अतः अत्र लृट् लकारे स्यति परे तत्र इडागमः भवति, अतः रोदि इति भवति. रोदिष्यसि तस्य रूपाणि रुद् योगः स्यति. तत्र स्यति इति आर्धधातुकप्रत्ययः अस्ति, अतः रुद् इति उदुपदधातोः उपधायाः गुणः भूत्वा रोद् इति भवति. अतः रोदिष्यति रोदिष्यतः रोदिष्यन्ति, रोदिष्यसि रोदिष्यथः रोदिष्यथ, रोदिष्यामि रोदिष्यावः रोदिष्यामः इति रूपाणि लृट् लकारे. अत्र रोदिष्यसि रोदिष्यथः रोदिष्यथ इति इति उत्तरम् अत्र. उत्तमं. रुद् उदुपदधातुः अस्ति, अतः पुगन्तलघुपदस्य च इत्यनेन गुणकार्यं भूत्वा रोद् भवति. धातुः इडनुकूलः, अतः रोदिष्यति. आर्धधातुकप्रत्ययः स्याप्रत्यये परे इडागमः भवति इति तु सत्यमेव, किन्तु लटिप्रसङ्गे अपि विशिष्टसूत्रेण इडागमः भवति. रोदिति इति रूपं सिद्ध्यति. रोदिति रुदितः रुदन्ति ईदृशानि रूपाणि भवन्ति. तत्र रोदिति इत्यत्रापि विशिष्टसूत्रेण इडागमः भवति लटिरूपेषु. अपि च पश्यन्ती अस्मि, मम पुरतः अन्यः श्लोकः अस्ति, रामो राजमणिः सदा विजयते रामं रमेशं भजे, रामेणाभिहता निशाचर चमूः, रामाय तस्मै नमः, रामान्नास्ति परायणं, परतरं रामस्य दासोऽस्म्यहं, रामे चित्तलयः सदा भवतु मे, हे राम मामुद्धर अथवा भो राम मामुद्धर रामः रामं रामेण रामाय रामात् रामस्य रामे भो राम एवं सप्तविभक्तयः अस्मिन् श्लोके सन्ति विभक्तीनां स्मरणार्थम् अथवा स्मारणार्थम् अयं श्लोकः उक्तः इति मन्ये अग्रेसरेम साधु भगिनी धन्यवादाः दर्शना भगिनी भवती वक्तुमिच्छति वा इदानीं न तु श्रोतुमिच्छति वा श्रोष्यामि भगिनी चिन्ता मास्तु एका भगिनी अस्ति सुवर्णा आं भगिनि नमो नमः नमो नमः एतत् मम प्रथमदिनमस्ति श्रोतुमिच्छति वा आम् आं श्रोतुम् अहं किमपि न जानामि भगिनि अतः अहं श्रोष्यामि चिन्ता मास्तु सुन्दर महोदय भवान् करोतु किं वद् वद् इति धातुः वद् इति धातुः वदिष्यामः इति लिखितः अत्र वदिष्यामि वदिष्यावः वदिष्यामः इति रूपाणि इडानुकूलः हलन्त धातुः इति कारणेन इडानुकूलः एव सेट् धातुः अस्ति वदि इति रूपम् अस्ति वद् वद् पूर्वक् वद् वदिष्यामः इष्यति इति योजनेन वद् पूर्व वद् योगे इष्यति वदिष्यति इति कोऽपि अन्यत् कार्यं न भवति इति मन्ये अत्र वदिष्यति वदिष्यतः वदिष्यन्ति वदिष्यसि वदिष्यतः वदिष्यतः वदिष्यामि वदिष्यावः वदिष्यामः तदेव अग्रे करोतु अग्रे युद्ध धातुः योत्स्यते इति लिखितः अस्ति योत्स्यते योत्स्येते योत्स्यन्ते योत्स्यसे योत्स्येथे योत्स्यध्वे योत्स्ये योत्स्यावहे योत्स्यामहे इति रूपाणि आत्मनेपदिरूपाणि युद्धधातुः आत्मनेपदिधातुः युद्ध स्यते इति योजनीयं युद्धधातु धातु योगे युद्धयोगे युद्ध उपधायाम् उपधायां लघु ह्रस्व उकारः अस्ति तत्कारणेन गुणस्य प्रसक्तिः अस्ति अत्र स्यते इति विकरणप्रत्ययः योजितः अस्ति युद्धयोगे स्यते आर्धधातुक प्रत्ययः अस्ति तत्र युद्ध पुगन्तलघुपदस्य इति सूत्रेण युद्ध गुणः भूत्वा योध् इति भवति योध् इति धकारस्य तकारः भवति तत् किं सूत्रेण इति न जानामि भगिनि योध् योध् भवति सन्धिकार्याणि सन्ति चिन्ता मास्तु अग्रे सरतु हा ओके योध् इति योत्स्यते योत्स्येते योत्स्यन्ते इति अग्रे अग्रे भूधातु वा भूधातु भूधातुः भविष्यति भविष्यतः भविष्यन्ति इति रूपाणि प्रथमपुरुषरूपाणि भूधातुः इगन्तधातुः अस्ति तस्य इगन्त भू एव औपदेशिकधातुः अपि भू एव लौकिकधातुः अपि भू एव इगन्तधातुः अस्ति तत्कारणेन गुणस्य प्रसक्तिः अस्ति स्यति इति विकरणप्रत्ययस्य योजनेन लृटस्य दृटि विकरणप्रत्ययः स्यति इति योजनेन गुणस्य इति सार्वधातुकसंज्ञा अस्ति इति कारणेन अत्र सार्वधातुकसंज्ञा अस्ति इति वाक्यम् असाधु. किञ्चित् वक्तुमिच्छामि. स्मारयामि, अजन्तधातवः अनिटः इति पठितं, किन्तु ऊकारान्ताः रूकारान्ताः धातवः सेटः. आधिक्येन अजन्तधातवः अनिटः एव, किन्तु ऊकारान्ताः रूकारान्ताः धातवः सेटः. अजन्तधातुः अस्ति चेदपि सेटः भवन्ति. भू इति दीर्घ ऊकारान्तधातुः, भूधातुः सेट् एव. एवमेव त्रू इति धातुः अपि दीर्घरूकारान्तधातुः, सः धातुः अपि सेट् एव. इत्युक्ते अजन्तधातुषु अयम् अपवादः, इत्युक्ते अत्र भिन्ना स्थितिः अस्ति इति स्मर्तव्यः अंशः. अपि च धातुः इगन्तः अस्ति, धातोः परम् आर्धधातुकसंज्ञक स्याप्रत्ययः अस्ति. स्याप्रत्ययः आर्धधातुकः किमर्थम्? स्याप्रत्ययस्य आदिमवर्णः सकारः, तिंशित् नास्ति इति कारणतः आर्धधातुकं शेषः इत्यनेन स्याप्रत्ययः आर्धधातुकसंज्ञकप्रत्ययः. अपि च आर्धधातुकसंज्ञकप्रत्ययस्य आदिमवर्णः सकारः अस्ति इति कारणतः आर्धधातुकस्येड्वलादेः इत्यनेन इडागमयोग्यः प्रत्ययः. सार्वधातुक अर्धधातुकयोः इत्यनेन गुणकार्यं भूत्वा भू भो भवति. भो योगः इष्यति इत्यत्र यचोयवायावः सन्धिकार्यं भूत्वा भौ भवति, भविष्यति. अग्रे सरतु. कृ धातुः तदपि इगन्तधातुः अस्ति. कृ साधारणतः ईडानुकूलः नास्ति, परन्तु विशिष्टसूत्रेण ईडानुकूलः भवति. ईडानुकूलः भवति विशिष्टसूत्रेण. इति करिष्यामि, करिष्यावः, करिष्यामः इति रूपाणि उत्तमपुरुषरूपाणि. कृ इगन्तधातुः इति कारणेन तस्य गुणस्य प्रसक्तिः अस्ति. इष्यति इति इष्यति इति स्यति इति विकरणप्रत्ययः तस्य लृट् लकारस्य विकरणप्रत्ययः स्यति इति रूपं. स्यति मूर्धन्यसकार सोरि दन्त्यसकारः मूर्धन्यषकारः भवति. किं सूत्रेण? आदेशप्रत्ययोः इति सूत्रेण दन्त्यसकारः मूर्धन्यषकारः भवति. इष्य इति रूपं सिद्ध्यति. गुणकार्यमपि भवति. एतत् आर्धधातुक सार्वधा आर्धधातुकप्रत्ययः अस्ति स्य इति. तिंशित् नास्ति इति कारणेन आर्धधातुकप्रत्ययः अस्ति. तदर्थं सार्वधातुक आर्धधातुकयोः इति सूत्रेण गुणस्य प्राप्तिः अपि भवति. गुणस्य प्राप्ति कृ गुणः भूत्वा उरण्ड्रपरः इति सूत्रेण कृ कर् भवति. कर् योगे श्य श्यति इति करिष्यति इति रूपं सिद्ध्यति. करिष्यति, करिष्यतः, करिष्यन्ति, करिष्यसि, करिष्यतः, करिष्यथ, करिष्यामि, करिष्यावः, करिष्यामः इति रूपाणि, नवरूपाणि. साधु उक्तवान् तदेव. धातुः एव अङ्गं भवति. अङ्गमित्युक्ते प्रत्ययात् पूर्वं यावान् भागः अस्ति तत्सर्वम् अङ्गम् इति वदामः. धातोः परं स्या इति प्रत्ययः अस्ति. स्या इति आर्धधातुकप्रत्ययः. आर्धधातुक स्या प्रत्ययं निमित्तीकृत्य धातौ अथवा अङ्गे गुणकार्यं भवति. अग्रे क्रूधातोः रूपमेव आत्मनेपदिरूपं दत्तमस्ति. भवानेव वदतु. आत्मनेपदिरूपं करिष्यते, करिष्येते, करिष्यन्ते, करिष्यसे, करिष्येथे, करिष्यध्वे, करिष्ये, करिष्यावहे, करिष्यामहे इति रूपाणि. आत्मनेपदिरूपाणि खलु. नेपदी रूपाणि आम् साधु महोदय इदानीं शोभा भगिनी भवती करोतु स्था इति धातुः अग्रे तत्र उत्तमपुरुषे रूपाणि इष्टानि स्था तत्र किं भवति स्थास्यसि इति भवति वा भगिनि स्थास्यसि स्थास्यामि स्थास्यावः स्थास्यामः इति भवति तर्हि तत्र स्थास्यति स्थास्यतः स्थास्यन्ति इति अस्ति प्रथमपुरुषे मध्यम स्थास्यसि स्थास्यथः स्थास्यथ इति भवति अपि च प्रक्रियां वदनीयं वा सरलमेव वदतु तत्र स्था इति धातुः स्थायोगः स्या इति आर्धधातुकप्रत्ययः आगच्छति लृट् लकाराणां स्थायोगः स्यायोगः तिङ्प्रत्ययः ति इति स्थास्यति इति प्रथमपुरुषे एकवचने भवति तदनन्तरम् अन्यानि रूपाणि साधितानि अत्र स्थाधातुः दीर्घ आकारान्तधातुः इत्युक्ते अजन्तधातुः अतः अनिट् खलु अनिट् अस्ति अतः तत्र इडागमः न अभवत् किन्तु निजन्तरूपे एकसन्देहः भगिनि ये तस्य पूर्वं रूपं ष्ठा इति भवति किल तत्र किं चिन्तनमस्ति शोभा भगिनि स्मारयितुम् इच्छति वा तत्र ष्ठा तत्र एकं वार्तिकम् अस्ति भगिनि ष्ठा इति धातोः यदा किं तत्र स्था इति तत्र एकस्य सकारः भवति वा प्रथमं तदनन्तरं सकारः भवति शा धात्वादेः शः सः इति सूत्रेण इति मन्ये यदा सकारः भवति तत्र निमित्तमेव नास्ति ठकारस्य अतः किं तत्र निमित्तस्य अभावे नैमित्तिकमपि अपगच्छति इति किमपि वार्तिकेन ठकारस्य थकारः भवति अत्र चिन्तनद्वयमस्ति तस्मिन् प्रसङ्गे चिन्तनं द्विधा भवितुमर्हति निमित्तापाये नैमित्तिकस्यापि अपायः इति एकः प्रवादः अस्ति तेन प्रवादेनापि वक्तुं शक्यते सः तु केवलं प्रवादः एव इत्युक्ते तत्र सैद्धान्तिकचिन्तनं किमपि नास्ति तदर्थं तत्र पूर्वत्रासिद्धम् इति सूत्रं स्वीकृत्य चिन्तनं करणीयं भवति यदा भगिन्या उक्तं धात्वादेः शः सः इति सूत्रेण यदा धातोः आदौ स्थितः मूर्धन्यषकारः दन्त्यसकारः भवति तत्र स्तुत्वस्य अवसरः एव नास्ति स्तुत्वम् अनावश्यकम् यदा धात्वादेः शः सः सूत्रेण कार्यं भवति तदा स्तुत्वं भवितुं न शक्नोति धातुः तु शोपदेशे धातुः एव ठकारः कथम् आगतः ठकारः स्तुत्वं भूत्वा तत्र आगतः इत्युक्ते मूर्धन्यषकारः अस्ति इति कारणतः स्टुनाष्टुः इति सूत्रेण स्तुत्वं भूत्वा मूर्धन्यठकारः आगतः धात्वादेः शः सः इति सूत्रेण सः षकारः सकारः जातः तस्मिन् प्रसङ्गे स्तुत्वस्य अवसरः नास्ति एवं रीत्या तत्र चिन्तनं करणीयं भवती वदतु पूर्वत्र सिद्धम् इत्यस्य प्रसक्तिः न अवगतं भगिनि तत्र किमर्थम् इत्युक्ते तत्र धात्वादेः शः सः इति एकं सूत्रमस्ति स्टुनाष्टुः इति अन्यत् सूत्रमस्ति सूत्रद्वयमपि अष्टाध्यायी पुस्तके द्वितीयभागे सूत्रद्वयमस्ति इत्युक्ते अष्टाध्यायी पुस्तकस्य भागद्वयं वर्तते सपादसप्ताध्यायी इति एकः भागः पूर्वभागः त्रिपादी इति द्वितीयभागः द्वितीयभागे इदं सूत्रद्वयं वर्तते एकस्मिन्नेव समये सूत्रद्वयम् आगत्य कार्यं कर्तुम् उद्युक्तं भवति चेत् तदा पूर्वसूत्रस्य कार्यमेव भवति पूर्वत्रासिद्धम् इति सूत्रेण तत्र पूर्वसूत्रं किं धात्वादेः शः सः स्टुनाष्टुः इति परसूत्रमस्ति पूर्वसूत्रं प्रति परसूत्रम् असिद्धं भवति अतः धात्वादेः शः सः इति सूत्रेण एव यदा कार्यं भवति इत्युक्ते धात्वादेः शः सः इति सूत्रेण षकारः सकारः भवति तदा स्तुत्वस्य अवसरः एव नास्ति इति सैद्धान्तिकचिन्तनमस्ति किन्तु यथा भवत्या उक्तं निमित्तापाये नैमित्तिकस्यापि अपायः इति प्रवादेनापि अस्य समर्थनं भवितुं शक्नोति इत्युक्ते यदा निमित्तं गतं नैमित्तिकमपि ततः निर्गच्छति इति तत्र वार्ता अस्ति यदा षकारः गतः तदा ठकारः अपि अपगच्छति ततः अतः ष्ठाधातुतः स्था इति रूपम् आम् ओके अधुना स्मरणे आगच्छति धन्यवादः सुन्दर् महोदय अवगतं वा आम् पूर्वत्र सिद्धम् इति सूत्रं मया पठितं पूर्वम् उत्तमं तदेव अस्तु स्थापयिष्यति इति करणीयं वा तत्र स्थास्यति इति अणिजन्तरूपं स्थापयिष्यति इति निजन्तरूपं भवति तत्र स्था इति दीर्घ आकारान्त धातुः इति कृत्वा तत् अर्ति ह्रीव्लि इति दीर्घसूत्रम् अस्ति तत्र कानिचन धातवः अपि च दीर्घ आकारान्तधातवः तेषु पुक् आगमः भवति अतः तत्र स्थायोगः पि भव स्थायोगः प्रथमं कस्य परे तु पुक् आगमः इत्युक्ते आर्धधातुके प्रत्यये परे एव इति मन्ये तत्र नै नै निच् निच् परे क्षमतां धन्यवादः भगिनि निचि परे अत्र तस्य कार्यम् अस्ति वा स्थापयिष्यति इति भवति किल निचि परे स्थापि नूतनधातुः स्थापि स्थायोगः पुक् योगः निच् भवति पुक् इत्यस्य ककारस्य कित् भवति भिन्नरीत्या वदतु स्था धातुः दीर्घ आकारान्तधातुः णिच् प्रत्ययस्य योजनेन णिच् प्रत्ययः आर्धधातुकसंज्ञकप्रत्ययः अस्ति णिच् प्रत्ययं निमित्तीकृत्य पुक् आगमः भवति खलु आम् आम् वदतु अतः तत्र स्थायोगः पुक् योगः णिच् भवति किल तत् तदनन्तरं णिच् इत्यस्य अनुबन्धरहितरूपम् इ एव पुक् इत्यस्य अनुबन्धरहितरूपं पकारः एव तत्र कित् भवति अपि च उकारः तु उच्चारणार्थं स्थायोगः पकारयोगः इ स्थापि इति निजन्तधातुः भवति स्थापीयोगः तत्र अर्धधातुक स्या इति प्रत्ययः आगच्छति अपि च स्थापयिष्यति प्रत्ययः तु अन्ते अस्ति स्थापीयोगः स्या तत्र दीर्घ ईकारः इगन्तधातुः अतः तत्र आर्धधातुक सार्वधातुक आर्धधातुकयोः किमर्थं चेत् स्या इति आर्धधातुकप्रत्ययः तेन सूत्रेण इकारस्य एकारः भवति एकारः भवति चेत् तत्र यचो यवा यावः इति सूत्रस्य प्रसक्तिः प्राप्तिः च अतः स्थापै ऐ इति आदेशः स्थापै इति भवति उगन्तलघुपदस्य च इति सूत्रम् अत्र अत्र आगच्छति किल पक पुक् अन्ते अस्ति किल स्टाप् इति दातु पुगन्तलघुपदस्य इति सूत्रस्य प्रसक्तिः अस्ति वा अत्र किमर्थमस्ति पुगन्तलघुपदस्य च इति सूत्रं लघुपदधातुषु तेन सूत्रेण गुणकार्यं भवति अयं धातुः लघुपदधातुः नास्ति तत्र पुगन्तलघुपदस्य इति यस्य अन्ते पुक् अस्ति अथवा उपलघु उपदा अस्ति तेषु भवति इति अर्थः भवति तत्र संशयः अस्ति भगिनि स्थातु एव स्थाप् न स्था अत्र निच्छयोजनं किमर्थं स्थाप् इति धातुः स्थाप् योगस्यति न स्थास्यति स्थाप्स्यति नास्ति किल अत्र धातोः रूपं समीचीनतया न दत्तम् इति मम चिन्तनम् अस्ति यथा शोभाभगिन्या उक्तं नूतनधातुः तु स्थापि इति धातुः णिजन्तधातुः आतिदेशिकधातुः अथवा नूतनधातुः अथवा अस्माभिः निर्मितः णिच् प्रत्ययस्य योजनेन स्थापि इति कथनेन धातोः अन्ते ह्रस्व इकारः अस्ति इत्युक्ते नूतनधातुः इगन्तधातुः भवति णिच् इत्यस्मात् इकारः आगतः खलु अतः स्थापि इति इगन्तधातुः अपि च इगन्तधातोः परं स्या प्रत्ययः अस्ति आर्धधातुकसंज्ञकप्रत्ययः अतः सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः भूत्वा स्थापि इत्यस्य रूपं स्थापे भवति इदानीं पश्यामि स्थाप् अस्ति वा न वा इति किमर्थं चेत् सर्वं यदा औपदेशिकरूपमेव दत्तं पूर्वं, किमर्थं केवलं स्थाप् इति निजन्तधातुः? अत्र पश्यतु, अधोभागे अपि नृत तृ लभ सर्वाणि अपि औपदेशिकरूपाणि एव, किमर्थं केवलं स्थाप् इति निच्? भगिनि, निष्कर्षत्वेन वक्तुं शक्नोमि, मुद्रणदोषाः भवितुम् अर्हन्ति, धातुः तु स्थापि एव. मुद्रणदोषं भवितुम् अर्हति भवनी भगिनि? आम्, व्याकरणवर्गे पठितवन्तः खलु, णिच् प्रत्ययस्य योजनेन नूतनधातुः स्थापि इति भवति, पुङ्णौ इति पठामि पठितवती. आम्, णिच् प्रत्ययपरे अर्ति ह्री श्री व्लीन् दीर्घसूत्रेण आकारस्य धातोः अपि पुक् आगमः भवति णिच् प्रत्यये परे. ए मुद्रणदोषमस्ति. अस्तु अस्तु भगिनि, इतोपि पदत्रयमस्ति भगिनि, भवती एव करोतु. तत्र अग्रे नृत् इति धातुः मध्यमपुरुषे नृत् नर् अस्तु मध्यमपुरुषे, तत्र नर्षित्य नर्तिष्यथा इति बहुवचने रूपं, नर्तिष्यसि नर्तिष्यथः नर्षि नर्तिष्यथा इति भवति. तत्र ऋकार उपधायां ऋकारस्य गुणः भूत्वा उरण्रपरः इत्यनेन अर् इति भवति, अतः तत्र नर् नर्त् इति भवति. अग्रिमधातुः अग्रे तृ इति दीर्घरुकारान्तधातुः, तत्रापि तदेव कारणेन न न तत्र ऋकारान्त इगन्तधातुः, तत्र गुणः तु तदेव भवति तर् इति एव भवति. अपि च तर् तत्र उत्तमपुरुषे तरिष्यावः इति दत्तं, तरिष्यामि तरिष्यावः तरिष्यामः इति भविष्यत्कालरूपाणि भवन्ति. तर् इति किं तत्र गुणस्य अनन्तरं रूपं. साधु एव. किं स्मारयितुमिच्छामि, अत्र तृ इति दीर्घरूकारान्तधातुः, ऊकारान्तधातवः रूकारान्तधातवः सेटः भवन्ति, तदर्थमेव तरिष्यामि तरितव्यम् एवं रूपाणि भवन्ति. धातुः तु सेट् धातुः, अपि च ईगन्तधातुः अस्ति इति कारणतः गुणकार्यम्. अग्रे करोतु. अग्रे लभ् इति धातुः, तत्र लप्स्यते इति पश्यामः, तत्र तु इट् आगमः न दृश्यते, अनिट् धातुः इति मन्ये तत्र, अतः लब् लप्स्यते इति रूपम्. उत्तमपुरुषे लप्स्यसे लप्स्ये क्षम्यतां लप्स्ये लप्स्यावः लप्स्यामः लप्स्य लप्स्यावहे लप्स्यामहे इति भवति, क्षम्यताम्. धातुः आत्मनेपदी धातुः अस्ति इति कारणतः आत्मनेपदीरूपाणि वक्तव्यानि. लभते इति आत्मनेपदी धातुः, अतः लप्स्ये लप्स्यावहे लप्स्यामहे खलु? आम्. साधु भगिनि, अत्र सूचना अस्ति, केवलं सूचनां पठित्वा समापयामः. सूचनां पठतु. एक सन्देहः भगिनि, भगिनि भकारः पकारः किमर्थं भवति, किं सूत्रेण यानि भकारः पकारः भवति वा सन्धिकार्येण? वदामि च. ओके ओके. रूपाणि पृथक्तया साधनीयानि महोदय. सूचना अस्ति, रक्तवर्णैः लिखितम् अस्ति, उक्त्वा समापयामि. एतेषु वाक्येषु लट्लकाररूपाणां स्थाने लृट्लकाररूपाणि प्रयुज्य वाक्यानि पुनः लिखत इति लिखितम् अस्ति. ल्यप्रत्ययः कीदृशः वदतु. कृत् प्रत्ययः इति वा भगिनि? कृत् प्रत्ययः, अपि च इडनुकूलः वा न वा? ल्यप् इति प्रत्ययः लकारः, लकारः वल् अस्ति. अनुबन्धवर्णानां लोपकार्यं कथं भवति? ल्यप् इत्यस्य पकारः तु हलन्त्यम् इत्यनेन इत्संज्ञा, अपि च लकारस्य लषक्वतदिते इत्यनेन इत्संज्ञा वा तस्य लोपः इत्यनेन द्वयोः लोपः ल्यप् इति यकारः एव तिष्ठति तत्र अतः किं ज्ञातुं शक्नुमः यकारः तिष्ठति चेत् तत्र से तत्र वलादि नास्ति वल् प्रत्याहारवर्णः नास्ति यकारः इदानुकूलः नास्ति प्रत्ययः इदानुकूलः नास्ति उत्तमम् ल्यप् इत्यत्र लकारः पकारः द्वयोः वर्णयोः इत् संज्ञा भूत्वा वर्णद्वयम् अपगच्छति तेन या इति कथनेन यकारः अकारः इत्युक्ते वर्णद्वयं तत्र तिष्ठति तदर्थमेव प्रयुज्य इडागमः न दृश्यते इत्युक्ते ल्यप् प्रत्ययः इडनुकूलः नास्ति किमर्थं चेत् प्रत्ययस्य अनुबन्धवर्णानां लोपकार्यानन्तरं प्रत्यये आदिमवर्णः यकारः यकारः वल् प्रत्याहारे नास्ति आर्धधातुकस्येड्वलादेः इति सूत्रेण प्रत्ययः आर्धधातुकसंज्ञकः अपि च प्रत्ययस्य आदिमवर्णः यकारः यकारः वलि नास्ति इति कारणतः प्रत्ययः इडनुकूलः नास्ति अग्रिमे अभ्यासे कानिचन वाक्यानि सन्ति वाक्यानि एकवारं पश्यन्तु आगामिनि सप्ताहे पुनः मिलित्वा चर्चां करिष्यामः सर्वेषां धन्यवादाः धन्यवादः धन्यवादः नमस्कारः।